नमस्कारः। एतावता वयं प्रथमविभक्तिं द्वितीयविभक्तिं तृतीयविभक्तिं चतुर्थीविभक्तिं च परिशीलितवन्तः। तत्र किञ्चित् अभ्यासं कृत्वा पञ्चमी अपि पञ्चमीविभक्तिमपि द्रष्टुं शक्नुमः अद्य। तर्हि अस्तु, तर्हि बालकः चतुर्थी। सुब्रह्मण्य महोदय वदतु। सः पुरुषेण सह आपणं गच्छति। समीचीनमस्ति। अस्तु, वाक्यं तत्र लता इत्यस्य द्वितीय अहम् एतत् पुस्तकं लतां ददामि। नो, लतायै ददामि। तत् वाक्यं वदतु। अहम् एतत् पुस्तकं लतायै ददामि। एतत् पुस्तकं लतायै ददामि। द्वितीया अस्ति चेत् अहं लतां प्रश्नं पृच्छामि। नदी इति चतुर्थी। नदी चतुर्थी बहुवचने। चतुर्थी कुत्र भवति? यथा दादातुः ददाति, यत्र वयं दद्मः तत्र चतुर्थी भवति। यथा अहं मित्राय पुस्तकं ददामि, तो यत्र दानमस्ति, दानक्रिया अस्ति, तत्र चतुर्थी अस्ति इति सामान्यवाक्यं, सामान्यस्थितिः। तर्हि बालकरूपस्य चतुर्थी इति वदतु। पुस्तकं ददामि। हा, पुनः वदतु। अहं बालकाय पुस्तकं ददामि इति अस्ति। बालकाय पुस्तकं ददामि। नदी। नदीभ्यः जलं what is the English of irrigation? सिंचनम्। सिंचनम्। सेचनम् अस्ति खलु। किन्तु तत्र नदीभ्यः तु न भवति, ततः तत्र पञ्चमी अस्ति। अस्तु, यदा जलस्य अभावः, नदीषु जलं नास्ति, तर्हि किं कुर्मः? नदीभ्यः जलं दद्मः। दद्मः, यत्किमपि भवतु। अस्तु, समीचीनमस्ति। अस्तु, द्वितीयविभक्तिः तत्र स्यूतः बहुवचने। अनन्तरं लेखनी इत्यस्य तृतीया। यत्किमपि शीघ्रमेव वदतु। लेखनीभिः वयं लेखं लिखामः। अस्तु, समीचीनम्। मित्रं शब्द प्रथमभक्तौ उपयुज्य वाक्यं वदतु। मित्रं प्रथमभक्तिः। रूपाणि कथं सन्ति? स्यूतः, स्यूतः, स्यूतौ, स्यूता, स्यूतां, स्यूतं, स्यूतौ, स्यूतान्, स्यूतान्। अस्तु, समीचीनम्। तर्हि द्वितीयविभक्तिः, तत्र वाक्यं किमपि भवितुमर्हति? वदतु। बालकः स्यूतौ पश्यति। स्यूतौ पश्यति। बहुवचने स्यूतान् पश्यति। एकवचने स्यूतं पश्यति। अति सरलमस्ति। यत्र नाम यत्र अस्माकं वाक्याभ्यासः भवति, तत्र नाम बहु समयः नापेक्षितः। यत्किमपि सरलवाक्यमस्ति येन अस्माकम् अभ्यासः भवतु, एवं किं भवति मनसि धाराप्रवाहः भवति धाराप्रवाहः येन वयं शीघ्रमेव वक्तुं शक्नुयाम एवं सरलवाक्यस्य वदनेन अस्माकं मनसि अभ्यासः भवति येन शोचनेन विना वयं शोचनीयं चिन्तनेन विना वयं वक्तुं शक्नुयाम शोच शोच धातुः अपि अस्ति संस्कृतेन सामान्यतया क्रियापदानि हिन्दीभाषायां यावन्ति क्रियापदानि सन्ति तानि सर्वाणि संस्कृतभाषातः नामपदम् उर्दुभाषातः आगतं भवतु नाम नामपदं किन्तु क्रियापदं न यतोहि मूल आकृतिः हिन्दीभाषायाः मूल आकृतिः संस्कृतभाषायाः अनन्तरं बहु अनन्तरम् आरबी तत्र फार्सीभाषा अरबीभाषा एतत् सर्वम् आगतम् अनन्तरं वस्तुतः हिन्दीभाषा बहु पुरातनभाषा नास्ति यथा बङ्ग्ला अस्ति अथवा ब्रज भाषा अस्ति अथवा भोजपुरीभाषा अवधिभाषा हिन्दी तथा नास्ति किन्तु तथापि क्रियापदानि सर्वं संस्कृतभाषातः तत् सोच् वयं न वदामः संस्कृतभाषया वयं सोचयति इति किन्तु सोच् धातुः एवं भवति अस्ति चिन्तयामः इति वदामः चिन्तयति वाक्यं वदतु मम मित्रं पुस्तकं पश्यति सत्यं समीचीनमस्ति तर्हि अस्माकम् अभ्यासः भवतु प्रथमाविभक्तिः द्वितीयविभक्तिः तृतीयविभक्तिः चतुर्थीविभक्तिः इदानीं पञ्चमी किञ्चित् इतोपि कुर्मः शीघ्रमेव तर्हि प्रथमाविभक्तिः पुष्पं कर्तरी वृद्धः शीघ्रं चिन्तनस्य आवश्यकता नास्ति वदतु वाक्यं मम पार्श्वे एकं पुष्पम् अस्ति समीचीनमस्ति प्रथमाविभक्तिः अनन्तरं वृद्धः दण्डं सहायेन चलति वृद्धः दण्डस्य सहायेन चलति चलति दण्डस्य सहायेन चलति अत्युत्तमम् अस्ति वाक्यं कर्तरी मम मित्रं कर्तरीं ददाति कर्तरीं ददाति तत्र कर्तरीम् इति शिखा विभक्तिः का विभक्तिः अस्ति द्वितीयविभक्तिः अस्ति समीचीनं तर्हि कर्तरी इत्यस्य प्रथमाविभक्तिः अस्ति चेत् वाक्यं मित्रं कर्तरी ददाति न तथा न भवतु महोदय यद् दद्मः तस्य द्वितीया अस्ति द्वितीयाविभक्तिः भविष्यति प्रथमाविभक्तिः कुत्र भवति प्रथमाविभक्तिः कुत्र भवति यत्र संज्ञा नाम संज्ञा सर्वत्र भवति किन्तु इदानीं कर्तृपदं कर्मपदं तादृशं चिन्तनं स्यात् कर्तरि प्रथमाविभक्तिः अस्ति चेत् वाक्ये सामान्यतया कर्तरि प्रथमाविभक्तिः अस्ति चेत् प्रथमाविभक्तिः अस्ति चेत् कीदृशपदमस्ति कर्तृपदमस्तु अथवा कर्मपदम् कर्तृपदं यद् दद्मः तस्य कर्मपदमस्ति तत्र कर्मपदमस्ति अहं पुस्तकं ददामि अहं किमपि कर्तरीं ददामि तत्र कर्म अस्ति कर्मपदम् अहं कर्तृपदम् अहं ददामि अहम् इति कर्तृपदं कर्तरी का इति जानाति खलु कर्तरी कर्तयामः कर्तयति तर्हि कर्तरी तत्र अस्ति मम कर्तरी तत्र अस्ति इति कर्तरी इति प्रथमाविभक्तिः अस्ति वृद्धः अस्तु इदानीं जननी गृहं इदानीं भगिनी प्रथमभक्ति वदतु. अहं मम भगिनी आपणम् आनयामि. किन्तु प्रथमभक्ति खलु? मम भगिनी भारतदेशे वसति. समीचीनमस्ति. मम भगिनी भारतदेशे वसति. अलेक्साण्ड्रियानगरे अस्ति. तत्र गृहमिति प्रथमाविभक्तिः, प्रथमाविभक्तिः अस्ति. अस्तु अग्रे शुभमन् महोदय. मम जननी भोजनं खादति. मम जननी भोजनं खादति, तत्र समीचीनमस्ति. अस्तु इदानीं द्वितीयविभक्तिः. द्वितीयविभक्तिः अस्ति आपणः. श्रीमन्यमहोदय आपणः अस्ति. इदानीं मापिका अस्ति महोदय, मापिका. अनन्तरं घटी. घटी वाक्यम्? अहं मापिकाम् आनयामि. अस्तु अहं मापिकाम् आनयामि, समीचीनम्. अग्रे घटीं पश्यामि. अहं घटीं पश्यामि, समीचीनम्. अहं घटीं पश्यामि. अनन्तरम् इदानीं पत्रिका, तृतीया पत्रिका. अनन्तरं पुत्री. पुत्री तृतीया विभक्ति. पुत्री गच्छति. बालिका. आपणं गच्छति. आपणं गच्छति, समीचीनं वाक्यं. वाक्यं समीचीनम्. अग्रे अहं पत्रिकया समाचारं जानामि. पत्रिकया समाचारं जानामि, अत्र माध्यमं, साधनं. पत्रिकया तृतीयविभक्ति साधनमस्ति. कुञ्चिका. मम मित्रं पुत्रेण सह गच्छति इति वाक्यं समीचीनमस्ति. इति वाक्यं समीचीनमस्ति. तृतीयविभक्ति अस्ति, तृतीयविभक्तिप्रयोगः अस्ति, सर्वं समीचीनमस्ति. केवलम् एकः दोषः अस्ति. दोषः कः? कस्य पुत्र? न, अहं मम शब्दः तु पुत्री आसीत् खलु. पुत्री तु पुत्री इति तृतीय पुत्रेण तु नास्ति. पुत्र्या, पुत्र्या, नद्या, पुत्र्या. पुत्रेण पुल्लिङ्गशब्दः पुत्रः, पुत्रेण पुत्री, पुत्र्या. समीचीनमस्ति. कुञ्चिका. रविवर्मा कुञ्चिकेन चित्रं लिखति. किन्तु लिङ्गं किं? कुञ्चिका इति अस्य लिङ्गं किम्? अपि च कुञ्चिका नाम? पुनः वदतु. रविवर्मा कुञ्चिकया चित्रं लिखति. कुञ्चिकया चित्रं लिखति भवितुम् अर्हति, किन्तु कुञ्चिका नाम किमिति जानाति खलु? कुञ्चिका कुञ्चिका कुञ्चिका वयं बहु किमपि कर्तुं शक्नुमः. कुञ्चिका बहु किमपि कर्तुं शक्नुमः. किं तेलुगु कुञ्चिका? कूर्चः, संस्कृतेन कूर्चः. कुञ्चा तु कुञ्चा, कुञ्चिका तु भिन्ना अस्ति. अस्तु अस्तु. इदानीं चतुर्थी विभक्ति छात्रा. छात्रा. इदानीं महिषी. महिषी. महिषः इति तत्र पशुः अस्ति. महिषः तस्य स्त्रीलिङ्गे महिषी. ताम् उद्घाटयामः कथम्? कथम् उद्घाटयामः तालाम्? तत्र कुञ्चिका इत्यस्य तृतीया विभक्ति कुञ्चिकया तु जनाः तालां किम् कुञ्चिकया अभिनवमय पूरयतु वाक्यं पूरयतु जनाः उद्घाटयन्ति उद्घाटयन्ति भवान् तु जानाति एव समीचीनम् उद्घाटयन्ति जनाः तालां कुञ्चिकया उद्घाटयन्ति अस्तु अग्रे वदतु अहं छात्रायै धनं पुस्तकं ददामि छात्रायै पुस्तकं ददामि इदानीं बिडालः चतुर्थी वदतु अहं महिष्यै दुग्धं किन्तु चतुर्थी विभक्ति चतुर्थी इत्यस्य को अर्थः अस्ति कः अर्थः तत्र पञ्चमी अस्ति पञ्चमी अस्ति चतुर्थी दद्मः यत्र दानम् अस्ति दानं चतुर्थी मित्रस्य गृहे दत्तवान् न न तथा न मम महिष्यै न मित्रस्य गृहे दत्तवान् किं दत्तवान् मम महिष्यै मित्रस्य गृहे किं दत्तवान् महिषी महिषी दत्तवान् तर्हि यत्र वयं दद्मः तत्र चतुर्थी अत्र द्वितीया अस्ति यत् वयं यद् दद्मः तस्य द्वितीयः अस्ति यत्र दद्मः तस्य चतुर्थी अस्ति अहं कागदं मित्राय ददामि अहं कागदं मित्राय ददामि यत् ददामि कागदं तस्य द्वितीया यस्मै ददामि तस्य चतुर्थी अस्ति बालिका बिडालाय दुग्धं ददाति बालिका बिडालाय दुग्धं ददाति बिडालाय दुग्धं ददाति वाक्यं समीचीनमस्ति इदं पुस्तकं तत्र महोदयः अस्ति अहं पुस्तकं महोदयाय ददामि अत्र पुस्तकं ददामि यद् ददामि पुस्तकं तस्य द्वितीया विभक्तिः भवति महोदय अहं ददामि स्वीकरोतु तस्य चतुर्थी भवति अहं पुस्तकं महोदयाय चतुर्थी तु महिषी तत्र महिषी गृहं तत्र यत्र दद्म तत्र मित्रगृहमस्ति अहं महिषीं मित्राय ददामि यदि महिष्यै इति चतुर्थी तर्हि यत् किं यत् वयं दद्मः तत्र महिष्यै अस्ति नाम अहं तृणम् अथवा भोजनं महिष्यै ददामि That to which I'm giving, that gets chaturthi. So, mahishyai, aham mahishyai, graham dadami iti na bhavati. Avagacchati na va? Itani mavi brahmaha? No. Brahmaha nasti? Na brahmaha nasti. Asti. Tari vakyam rachayetu? Mahishyai. Ha, vadatu? Aham annam mahishyai dadami. हाँ इति वाक्यमस्ति अहम् अन्नं महिष्यै ददामि अस्तु इदानीं पञ्चमी कुर्मः सर्वे उक्तवन्तः वा खलु अभिनव कृपया पठतु विभागः विभागः यदा भवति तदा यः अवधिभूतः भवति तस्य पञ्चमी विभक्ति भवति उदाहरणार्थं वृक्षात् पर्णं पतति पञ्चम्यर्थे तः इति प्रयोगः सरलः तः तस् इत्येतत् अव्ययम् अथ सर्वेषु लिङ्गेषु तस्य समानं रूपम् अभ्यासः गोविन्दस्य गृहे कञ्चन कार्यक्रमः आसीत् कश्चन कार्यक्रमः आसीत् कार्यक्रमार्थं विभिन्नस्थलेभ्यः विभिन्नाः जनाः आगताः कः कुतः आगतवान् इति अतः निर्दिष्टम् अस्ति तदाधारेण वाक्यानि रचयत् मैसूरु मातुलः मैसूरुतः मातुला आगतवान् काशी अनुजः मैसूरु मातुलः मैसूरुतः मैसूरुतः मातुलः आगतवान् काशीतः अनुजः आगतवान् काशीतः अनुजः आगतवान् यत्र तः योजयामः तत्र परिवर्तनं किमपि न भवति नदीतः लतातः काशीतः अत्र परिवर्तनं किमपि न भवति तः इति सरलमस्ति यतोहि तस्य परिवर्तनं न कदापि मूलशब्दस्य परिवर्तनं न कदापि भवति किन्तु पञ्चमीविभक्तिः अपि अस्ति तत्र रूपाणि सन्ति अस्माकं पुरतः कागदमस्ति खलु तत्र पञ्चमी अस्ति अत्र पञ्चमी अस्ति तर्हि सः शब्दः वयं वदामः प्रथमा भक्तौ सः द्वितीया तं तृतीया तेन चतुर्थी तस्मै पञ्चमी तस्मात् समीचीनं किन्तु अत्र तः अस्ति तः इति उक्तमस्ति यत्र शब्दः सामान्यशब्दः नास्ति यथा अत्र पुणे अस्ति पुणे तु संस्कृतशब्दः नास्ति तथा पुणे तु पुणे अस्ति चेत् पुणे तः इति वदामः किन्तु संस्कृतशब्दः अस्ति चेत् तस्य पञ्चमी विभक्ति अन्तरूपम् इति वदतु यथा काशी इत्यस्य पञ्चमी किं काशी पञ्चमी न श्रूयते पुनः वदतु काश्यात् न तथा न पञ्चमी किं भवति काशी इति पञ्चमी अस्तु वयं न कृतवन्तः तावता काश्याः नदी नद्याः पेज् 44 इति पश्यन्तु पेज् 44 अत्र पेज् 44 मध्ये कोष्टकमस्ति अत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे तर्हि आकारान्तशब्दः बालकः अथवा बालः बालात् वदन्तु बालात् सर्वे बहुवचने बालेभ्यः स्त्रीलिङ्गे बाला इत्यस्य बालायाः वदतु बालायाः बालाभ्यः अनन्तरं गौरी इत्यस्य गौरी यथा नदी गौरी इत्यस्य पञ्चमी गौर्याः वदतु गौर्याः पञ्चमी बहुवचने गौरीभ्यः तर्हि नदी बहुवचने चतुर्थी पञ्चमी बहुवचन समानम् अस्ति चतुर्थी पञ्चमी बहुवचनं समानमस्ति स्त्रीलिङ्गे एकवचने पञ्चमी षष्ठी समानमस्ति नद्याः पञ्चमी एकवचने स्त्रीलिङ्गे स्त्रीलिङ्गे एकवच पञ्चमी विभक्ति षष्ठी विभक्ति समानं रूपम् तर्हि इदानीं हरिः गुरुः पितृ कर्तृ इति अनन्तरं कुर्मः इदानीं बालः बालः बाला गौरी अनन्तरं दधि न न न तदनन्तरम् अनन्तरं भवति न पुस्तकं पुस्तकात् बालः इत्यस्य पञ्चमी बालः इत्यस्य पञ्चमी किं बालः पुस्तकं गौरी गौर्याः बाला बालायाः स्पष्टतया वक्तव्यमस्ति बालायाः तर्हि एकवचनस्य अभ्यासं कुर्मः एकवचनस्य अहं शब्दं वदामि पत्रिका पञ्चमी पत्रिकायाः पुस्तकं पुस्तकायाः तत्र लिखितमस्ति पुरतः पुंसकलिङ्गशब्दः स्त्रीलिङ्गशब्दः नपुंसकलिङ्गशब्दः पुस्तकात् अस्तु पुष्पं न तत्र पुस्तकं पुस्तकं पुस्तकात् पुष्पं पुष्पं पुष्पात् पुष्पात् व्यजनं व्यजनात् चक्रं चक्रात् दुग्धं दुग्धं दुग्धात् मन्दिरं मन्दिरं मन्दिरात् हा अस्तु नपुंसकलिङ्गशब्दः तत्र तथा भवति अस्तु इदानीं छात्रा छात्रायाः भल्लूकः भल्लूकात् बालिका बालिकायाः द्रोणी द्रोणी द्रोण्याः तत्र अत्र गौरी इति अस्ति गौरी गौरी गौर्याः द्रोणी नदी सूची वनम् वनात् पाठशालाः पाठशालात् पाठशालायाः स्त्रीलिङ्गशब्दः कुत्र अस्ति प्रदर्शयतु कुत्र अस्ति हा बालायाः बालिकायाः बालायाः हरिणः हरिणात् कुञ्चिका कुञ्चिकायाः कूपी कूप्याः भवनं भवनं भवनात् लेखनी लेखन्याः फेनकं फेनकात् पत्रिका पत्रिकायाः पत्रिकायाः पत्रिकायाः स्थालिका स्थालिकायाः अजः अजात् महिषी महिष्या महिष्याः पुष्पं पुष्पात् सोपानं सोपानात् Janani. Jananyaha. Samichinam. Astu. Idanim bahuvachanam. Panchami. Sarvatra samanamasti. Balaha balebhyah. Tatra pustakam pustakebhyah. Bala tatra balabhyah. Gauri gauribhyah. Astu. Idanim sanchika. Sanchikabhya. Churika. Churikabhya. Ashwaha. Ashwebhyah. Upanetram. Upanetrebhyah. Upanetrebhyah. Samichana. Makshika. Makshikabhyah. Astu. Pipilika. Pipilikabhya. Kartari. Kartaribhya. Vriddha. Vriddhebhya. Astu. Samichana. Danim kurmaha. Yatra shabdaha. Vastavika sanskrita shabdaha nasi tatra taha. Vastavika shabdaha si che tatra. Panchami. Panchami iti vadatu. Astu. Idanim kutaha agataha iti abhyasaha. Maisurutaha matulaha agatavan. Agre? Kashyaha anujaha agatavan. Agre? Kedarataha snehitaha agatavan. Agre? Madrastaha bhagini agatavan. Agre? Tiruvananthapurat agrajah agatvan. Agre? Punetaha bhagineyah agatvan. Agre? Kalkattataha anujah agatvan. Agre? Kalatitaha guruh agatvan. Gramat pitamaha agatavan. Agre? Hyderabad daha matamahi agatavan. Samichinamasti. Astu, agre? Govindasya gruhasya karyakramartham vividhasthanataha vividhani vastuni anitani. Kasmat kim anitam iti adha nirdishtam asti. Tadadharena vakyani rachayata. Apanaha tandulaha. Apanataha tandulaha anitaha. Vittakoshaha dhanam. Vittakoshataha dhanam anitaha. Kintu atra samasya asti. Vittakosha. Atra samasya asti. Vayam... Atra anitaha iti shabdaha tatra visheshanamasti. Tari tandulaha anitaha dhanam anitam. Anitam. Tatha asti sarvatra. Anitaha, anitaha, anitam, anitani visheshanamasti. Anantaram vittakosha sanskrita shabdaha tatra vipanchami iti vadatu. Vittakoshat dhanam anitam. Astu, okay. Vipani. Nasi chinda, taha iti vada. Vipanitaha shakaha anitaha. Agre. Udyanataha amra parnani. Anita. Amra parnani. Oh, amra parnani anite bhyaha. Anitani. Atra vayam na janimaha. Etadishah shabdah atra nasyat. किन्तु आनीतानि तत्र विशेषणम् अस्ति आनीतानि. किन्तु उद्यानम् इति पञ्चमी किम्? उद्यानात् पुनः वदतु. उद्यानात् आम्रपर्णानि आनीतानि. समीचीनमस्ति. मित्रगृहात् मित्रगृहं वस्त्रकटाः. मित्रगृहात् वस्त्रकटाः आनीताः. समीचीनमस्ति. अस्तु अभिनवदय. प्रतिवेशिगृहात् पात्राणि आनीतानि. समीचीनमस्ति. शालायाः दीर्घपीठानि आनीतानि. ग्रामः कदलीपत्राणि. ग्रामात् कदलीपत्राणि आनीतानि. समीचीनम्. तथैव कुर्वन्तु. नाम मूलशब्दः ये शृण्वन्ति ते मूलशब्दं शृणुयुः. अतः ग्रामः शाला इत्यादिकं वदतु. जलागारात् जलागारात् जलम् आनीतम्. अस्तु. आनीतः आनीतं जलम् क्षीरकेन्द्रं क्षीरं क्षीरकेन्द्रात् क्षीरम् आनीतम्. समीचीनमस्ति. अग्रे पठतु. यस्मात् भीतिः भवति तस्य पदस्य पञ्चमी विभक्तः भवति. विभक्तिः भवति. उदाहरणं व्याघ्रात् जनाः भीताः भवन्ति. अभ्यासः. कः कस्मात् भीतः इति अधः निर्दिष्टम् अस्ति. तदाधारेण वाक्यानि रचयेत्. कः कस्मात् भीतः इति अधः निर्दिष्टमस्ति. तदाधारेण वाक्यानि रचयेत. अग्रे. रावणः रामतः भीतः अस्ति. रावणः रामतः भीतः अस्ति. रावणस्य भयमस्ति. रावणस्य भयं रामात्. रामं दृष्ट्वा रावणस्य भयम्. अतः रामशब्दस्य पञ्चमी विभक्तिः अस्ति. अत्र शब्दः वाक्यमस्ति. रावणः रामतः अथवा रामात् भीतः अस्ति. रामतः अथवा रामात् द्वितीयं वदतु. महाराजः शत्रुः. महाराजः शत्रुतः भीतः अस्ति. चोरः आरक्षकः. चोरः आरक्षकतः भीतः अस्ति. अथवा आरक्षकात् भीतः अस्ति. चोरः आरक्षकात् भीतः अस्ति. बालकः पिशाचः. बालकः पिशाचात् भीतः अस्ति. बालकः बालकः पिशाचात् भीतः अस्ति. सज्जनः दुर्जनः. सज्जनः दुर्जनतः भीतः अस्ति. अस्तु. देवाः राक्षसाः देवाः राक्षसात् भीताः सन्ति न न अत्र वचनं किं देवाः राक्षसाः बहुवचनं तर्हि देवाः राक्षसेभ्यः भीताः सन्ति जनाः चोराः जनाः चोरेभ्यः भीताः सन्ति सर्वे कष्टानि सर्वे कष्टानि भीताः सन्ति किन्तु पञ्चमी अस्ति खलु पञ्चमी अत्र कष्टानि इति पञ्चमी कष्टानिभ्यः कष्टेनि कष्टे कष्टेभ्यः कष्टेभ्यः भवान् वदति अथवा पृच्छति सर्वे कष्टेभ्यः भीतः सन्ति भीताः सन्ति अजाः व्याघ्राः अजाः व्याघ्रेभ्यः भीताः सन्ति वयं दुष्टाः वयं दुष्टेभ्यः भीताः स्मः अस्तु वाक्यं रचयतु भीतः इति भीतः इति वाक्यं सर्वे वदतु सर्वे वदन्तु वयं चोरः वयं चोरः न वयं चोराः चौराः चौराः आरक्षकेभ्यः भीताः सन्ति किन्तु एतत् वाक्यम् अत्र वयं कार्यानेभ्यः भीताः सन्ति वयं कार्यानेभ्यः भीताः सन्ति वयं कार्यानेभ्यः नाम कार्यानेभ्यः कार्यानेभ्यः भीताः सन्ति न वयं स्मः वयं भीताः पुनः वदतु वयं वयं कार्यानेभ्यः भीताः स्मः अस्तु वाक्यं बिडाला मर्कुटात् भीतः अस्ति भीतः अस्ति प्रश्नः अस्ति बहुवचने तः प्रयोगं सत्यम् अस्ति वा हा बहुवचने अपि भवति एकम् उदाहरणं तत्र राक्षसतः नाम एकवचन इव रूपं भवति कार्यतः कार्याणि इति कार्यतः कार्यम् इति कार्यतः नाम तत्र प्रातिपदिकमस्ति मूलरूपं कार्यं कार्याणि कार्ये सर्वं मूलरूपमस्ति कार्य तर्हि मूलरूपं दृष्ट्वा वचनं यत्किमपि भवतु नाम तः इति योजयामः कार्यतः बहुवचने कार्यतः एकवचने कार्यतः वाक्यं दृष्ट्वा अवगच्छामः सामान्यतया जनाः एकवचने प्रयोगं कुर्वन्ति सामान्यतया कारणम् एतदेव कारणमेतदेव किन्तु बहुवचने भवितुमर्हति अस्तु अग्रे पठतु यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते तस्य पञ्चमी विभक्ति भवति देवः अपायात् माम् रक्षितवान् अभ्यासः कः कस्मात् कं रक्षितवान् इति अधः सूचितम् अस्ति तदा धारेण वाक्यानि रचयत् विष्णुः मकरः गजेन्द्रः विष्णुः मकरतः गजेन्द्रं रक्षितवान् अग्रे राजा शत्रुः जनाः राजा शत्रोः जन जनानि रक्षितवान् न जनानि इति न पुलिङ्गशब्दः जनान् रक्षित राजा शत्रोः जनान् रक्षितवान् समीचीनम् तर्हि यथा देवः अपायात् माम् रक्षितवान् अत्र देवः इति अस्य का विभक्तिः देवः अत्र वा किमस्ति देवः का विभक्तिः देवः सुब्रह्मण्येन प्रथमा विभक्तिः देवः अपायात् का विभक्तिः हा अनन्तरं माम् द्वितीया अस्ति रक्षितवान् अतः यः रक्षणं करोति तस्य प्रथमा विभक्तिः अस्ति यस्मात् रक्षणं भवति तस्य पञ्चमी यं रक्षयति तस्य द्वितीया अस्ति अत्र वाक्यं पश्यतु देवः अपायात् माम् रक्षितवान् तर्हि यः रक्षयति तस्य प्रथमाविभक्तिः अस्ति यः करोति रक्षणं करोति यस्मात् रक्षणं करोति तस्य पञ्चमी अस्ति पश्यतु अपायात् रावणात् अपायात् अनन्तरं बालकं रक्षितवान् मां रक्षितवान् बालकं रक्षितवान् पुत्रीं रक्षितवान् द्वितीया अस्ति यस्य रक्षणं भवति यः रक्षणं करोति तस्य प्रथमा यस्मात् रक्षणं करोति तस्य पञ्चमी यं रक्षणं करोति तस्य द्वितीया राजा इति अस्य का विभक्तिः हा शत्रुः इति अस्य पञ्चमी शत्रुतः तत्र पञ्चमी वयं न कृतवन्तः तावता शत्रोः इति वाक्यं वदति इति रूपं वदति शत्रोः किन्तु शत्रुतः वक्तुं शक्नुमः शत्रुतः शत्रुतः जनान् इत्यस्य द्वितीया अस्तु राजशेखरमहोदय रामः रावणः सीता रामः रावणात् सीतां रक्षितवान् समीचीनं रामः रावणात् सीतां रक्षितवान् बालकः अपायः भगिनी बालकः अपायात् भगिनीं रक्षितवान् अपायः इत्युक्ते किम् अपायः नाम अपायः नाम कत्र तत्र हिन्दीभाषायामपि अस्ति न कोऽपि वदति सर्वे ऊर्दुश कत्र इति ऊर्दुशब्दः हिन्दीभाषायाम् उपायस्य उपायः अत्र अपाय उपाय उपायस्य विरोधाभासी शब्द अपाय डेञ्जर् अपाय डेञ्जर् न उपायः इति विरोधिशब्दः कथं भवेत् अपाय नाम उदाहरणार्थं वाक्यं वदतु उपाय नाम साधनं तस्य विपरीत अर्थः कः अपाय दट्स् वाट् ऐ स्टडीड् इन् वाक्यं वदतु उदाहरणं दत्ता वाक्यं वदतु तस्य विपरीतमस्ति चेत् तथा किमपि नास्ति नाम यत्र साधनमस्ति तस्य विपरीत अर्थः किं भवेत् bhavatah manasi nama etadisha artaha asti va avagamanam asti va apaya maya na katha na kadabhi na etatha srutam asti katra iti eva artaha asti apaya arakchakah chorah janah arakchakah chorebhyah janan rakshitvan devah kashtani bhaktah devah kashtani bhyah kashtebhyah bhaktani kavi bhakti hi yasya rakshanam bhavati tasya ka yasya rakshanam bhavati tasya kavi bhakti bhavati kavi bhakti hi dvitiya lingam kim pumlingam shabdah ekavachane dvitiya vibhakti rupam kim devah dvitiya devai na na vibhakti hi dvivachana na vibhakti hi ekavachana pratama vibhakti dvitiya vibhakti okay devai ekavachana ekavachanam devam so bhakti ehat kim devam ha so bhaktam bhaktam katham bhavishyati devah devam bhaktah devah devam bhaktah bhaktan hari every mistake na na devah devam devam bhaktah bhaktam oh bhaktam okay yatha devah devam bhaktah bhaktam okay it had model asti model avat sativa नमः देव शब्द अकारांत पुल्लिंग शब्द है या कोपि अकारांत पुल्लिंग शब्द है तथा भवति भक्तः अपि तथा रामः या कोपि शब्द है बालकः बालः बाल तथा भवति सो देवः कष्टेभ्यः भक्तं रक्षितवान् अनन्तरं कष्टानि तत्र आनयति अस्ति एभ्यः अस्ति आन् अस्ति मूलमस्ति कष्ट आनि कष्ट एभ्यः कष्ट आन् तर्हि मूलमस्ति तर्हि कष्टानि एभ्यः न भवति कष्ट एभ्यः कष्टेभ्यः इन्द्रः दानवाः देवाः इन्द्रः दानवेभ्यः देवान् रक्षितवान् कृष्णः कौरवाः पाण्डवाः कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान् बहिः आरभ्य ऋते पूर्वं परः इत्येतेषां शब्दानां प्रयोगे पञ्चमी विभक्तिः भवति सः गृहतः बहिः गतवान् गुरुवासरतः आरभ्य मम ज्वरः देवात् ऋते कः भक्तं रक्षेत् सायङ्कालात् पूर्वं आगन्तव्यम् वैशाखः चैत्रात् परः अत्र पञ्चमी भवति कुत्र कुत्र इदानीम् अस्माकं विषयः अस्ति कुत्र कुत्र पञ्चमी भवति तर्हि अत्र बहिः अर्थं वयं जानीमः तर्हि तत्र जनः कुत्र अस्ति? भवनात् बहिः, गृहात् बहिः, यानात् बहिः, अनन्तरं पाठशाला अस्ति चेत् किं भवति? किं भवति? पाठशालायाः बहिः. इदानीम् आरभ्य गुरुवासरात् आरभ्य नाम सिन्स् थर्स्डे इति अर्थः, ओर् स्टार्टिङ्ग् थर्स्डे, सिन्स् ओर् स्टार्टिङ्ग् इति अर्थः. अस्तु, गुरुवासरात् आरभ्य मम ज्वरः. अनन्तरं ऋते, ऋते इत्युक्ते त्यक्त्वा, त्यक्त्वा, देवं त्यक्त्वा देवा ऋते, ऋते त्यक्त्वा देव, देवं त्यक्त्वा नाम एक्सेप्ट् फोर्, एक्सेप्ट्, एक्सेप्ट् इति अर्थः. देवावृते कः भक्तं रक्षेत्, एक्सेप्ट् इति अर्थः ऋते. सायङ्कालात् पूर्वं भवता आगन्तव्यं. तर्हि यत्र पूर्वम् इति वक्तुमिच्छामः, मनसि स्थापयन्तु, अत्र पञ्चमी अस्ति. अनन्तरम् अस्ति चेत् पूर्वम् अनन्तरं, पूर्वम् इत्यस्य पञ्चमी, अनन्तरम् इत्यस्य पञ्चमी अथवा षष्ठी, सामान्यतया षष्ठी इति वदामः. तस्य अनन्तरं वयं गच्छामः, तस्य अनन्तरं गच्छामः, तस्मात् पूर्वं वयं खादामः. अवगच्छति वा? पूर्वम् अनन्तरं जानाति वा? पूर्वम् अनन्तरं, पूर्वम् इति अस्ति, तत्र पञ्चमी अस्ति, सायङ्कालात् पूर्वं, सायङ्कालस्य अनन्तरं षष्ठी विभक्तिः. पूर्वं यत्र भवति तत्र पञ्चमी अस्ति, अनन्तरं यत्र भवति तत्र षष्ठी अस्ति. अवगच्छति न वा? नाटकं मा करोतु. नाटकं करोति वा? अस्तु, अनन्तरं षष्ठी विभक्तिः, पूर्वं पञ्चमी. वाक्यं वदतु, पञ्च पूर्वम् अनन्तरं कोऽपि. पूर्वमनन्तरं भोजनस्य पूर्वम् अहं क्रीडामि. न, अत्र अहं वदामि पूर्वम् इत्यस्य पञ्चमी अस्ति, भोजनस्य पूर्वं न भवति. पूर्वम् इत्यस्य उदाहरणं वदतु. भोजनात् पूर्वम् अहं क्रीडामि. हा, भोजनात् पूर्वं क्रीडामि. अनन्तरं भोजनानन्तरं न, चीटिङ्ग् इति मा करोतु, षष्ठी इति वदतु. भोजनस्य अनन्तरं, भोजनस्य अनन्तरम् अहं क्रीडामि. हा हा, भोजनात् पूर्वम् अहं क्रीडामि अथवा भोजनस्य अनन्तरम् इति परम्परा. पञ्चमी षष्ठी, हा अस्तु, पूर्वम् अनन्तरं परः, परः इति अनन्तरम् अस्ति, परः इत्युक्ते अनन्तरम्. अतः अहं वदामि विकल्पः अस्ति, यत्र अनन्तरम् अस्ति तत्र पञ्चमी भवितुमर्हति, षष्ठी भवितुमर्हति. पूर्वं केवलं पञ्चमी अस्ति, पूर्वं केवलं पञ्चमी. परः नाम अनन्तरं सामान्यतया जनाः षष्ठी वदन्ति, किन्तु पञ्चमी अपि समीचीनमस्ति. अरः इज षष्टि और पञ्चमी उभयम् ओह उभयम् सामान्यतया षष्टि वदन्ति षष्टि किन्तु पञ्चमी अपि समीचीनमस्ति यत्र अनन्तरमिति अर्थः तत्र षष्ठी सामान्यतया वदन्ति तस्य अनन्तरं तस्मात् पूर्वं कृपया उदाहरणं वदतु कस्य परः वस्तुतः परः इति सामान्यतया पञ्चमी वदन्ति तस् भोजनात् परः भोजनात् परं भोजनात् परम् अहं क्रीडामि भोजनात् पूर्वम् अहं क्रीडामि भोजनात् परम् अहं क्रीडामि भोजनात् पूर्वं भोजनात् परं अत्र पञ्चमी इति वदामि भोजनात् पूर्वं भोजनात् परं परम् इति परं यत्र आफ्टर् इति अर्थः अस्ति तत्र विकल्पेन पञ्चमी षष्टि किन्तु परमिति शब्दः अस्ति चेत् सामान्यतया पञ्चमी इति वदन्ति अनन्तरमिति अस्ति चेत् तत्र सामान्यतया षष्टि वदन्ति भोजनस्य अनन्तरं भोजनस्य अनन्तरं भोजनात् परम् अग्रे पठतु अभ्यासः आवरणे दत्तानां शब्दानाम् उचितैः पञ्चम्यन्तरूपैः रिक्तस्थलानि पूरयत यथा देवालयः बहिः भक्ताः सन्ति देवालयतः बहिः भक्ताः सन्ति किमर्थं जनाः कार्यालयः बहिः स्थिताः दृश्यन्ते किमर्थं जनाः कार्यालयतः बहिः स्थिताः दृश्यन्ते किमर्थं जनाः कार्यालयात् बहिः स्थिताः दृश्यन्ते सप्ताहात् आरभ्य छात्रसङ्ख्या न्यूना अस्ति पठनात् सप्ताहात् आरभ्य छात्रसङ्ख्या न्यूना अस्ति अर्थः अवगतः वा अर्थः कः सप्ताहस्य आरभ्य तस्य अनुवादं करोतु हिन्दी सप्ताह के शुरुआत से ही सप्ताह के शुरुआत से ही भवितुम् अर्हति किन्तु एक हफ्ते से एक हफ्ता हो गया ताई अतः हम पृच्छामि सामान्यतया नाम यत् यत् भवान् वदति तत् दोषपूर्णं नास्ति किन्तु सामान्य अर्थः इति तावत् समयः जातः तावान् समयः जातः Here it is 7 days completed. 7 days ending, end of the 7 days starting. Yeah. Ha ha ha. Saptahat arabhya since 1 week. The students have been less since for the last week. It's been a week. Yeah. Okay. Patanat purvam bhavan उपाहारं स्वीकरोतु पठनात् पूर्वं भवान् उपाहारं स्वीकरोतु अग्रे उत्थानं परं भवति देवं नमस्करोतु उत्थानात् परं भवति देवं नमस्करोतु आरक्षकात् ऋते तुष्टं न गृहीतुं कः शक्नुयात् आरक्षकात् ऋते दुष्टं निग्रहीतुं कः शक्नुयात् कः शक्नुयात् नाम शक्नुया नाम शक्नुया मे बी एबल् टु ऋते भवान् भवान् इत्यस्य पञ्चमे षष्टि यथा तथा षष्टि किं भवतः भवतः ऋते भवतः अन्यः कोऽपि एवं न उक्तवान् अवगच्छति वा अस्यां क्रीडायां यः रेखा बहिः गच्छति सः बाह्य भवति अस्यां क्रीडायां यः रेखायाः बहिः गच्छति सः बाह्य भवति समीचीनम् अथवा रेखातः रेखातः सूर्योदयः सूर्योदयात् आरभ्य कृषिकः कार्यं करोति भवान् शयनं भवान् शयनेभ्यः शयनं भवान् शयनं पूर्वं ओके शयनं पूर्वं सकृत पाठं पठतु भवान् शयनतः पूर्वं सकृतः पाठं पठतु सकृत् मीन्स् सर्वदा ओके अत्र भवान् शयनतः अथवा शयनस्य पूर्वं न षष्टि न भवति अत्र पञ्चमी इति वदतु भवान् शयनतः पूर्वम् अथवा पञ्चमी इति वास्तविकी पञ्चमी शयनात् पूर्वं मूषकस्य बिलं बहिः मार्जर स्थितः अस्ति मूषकस्य बिलात् बहिः मार्जर स्थितः अस्ति उपदेशस्य श्रवणं परं मम खेदः अपगतः उपदेशस्य श्रवणात् परं मम खेदः अपगतः आपणतः बहिः कानिचन वस्तूनि पतितानि सन्ति समीचीनम् आपणतः अथवा आपणात् बहिः कानिचन वस्तूनि पतितानि सन्ति अस्तु इति समयः अत्र प्रश्नः अस्ति वा इदानीं पञ्चमीविभक्तिपर्यन्तं वयं जानीमः तर्हि अस्मिन् किमस्ति अत्र देवशब्दः वनं शब्दः लता शब्दः नदी शब्दः तत्र पञ्चमी विभक्ति एकवचने बहुवचने द्विवचनं वैकल्पिकम् अस्ति इदानीं विकल्पः किन्तु एकवचने बहुवचने च अस्माभिः ज्ञातव्यमस्ति अनन्तरम् अहं वयम् इत्यपि अनन्तरं त्वं यूयं न त्वम् इति त्यजामः इदानीं मास्तु अहं वयम् अनन्तरं सः ते सः ते यथा सः ते तथा यः ये सा ताः याः तत् तानि यत् यानि एतत् सर्वं ज्ञातव्यमस्ति अनन्तरं भवान् भवति एषः हाँ एषः अनन्तरं कः एषा का एतत् किम् एतत् सर्वं समानमस्ति खलु वानं वानं समानं रूपमस्ति अतः एतत् सर्वं हा मनसि स्यात् हा त्वमिति त्यजतु इदानीं मास्तु द्विवचनं यथा इच्छा किन्तु एकवचने बहुवचने एतत् सर्वं ज्ञातव्यमस्ति हा पञ्चमी पर्यन्तम् अस्तु मम मनसि सप्तमीपर्यन्तं सर्वं करोति चेत् सरलमस्ति किन्तु नाम अग्रिमे सप्ताहे अस्माकं मेलनं न भवति यतोहि तत्र शिबिरमस्ति तदनन्तरं भविष्यति अस्तु विरमामः.